लक्ष्मीसहस्रनामस्तोत्रम् हरिः ॐ नाम्नाम् साष्टसहस्रम् च भूमिगार्यमहामते महालक्ष्म्याः महादेव्याः भुक्तिमुक्त्यर्थसिद्धये गार्ग्य उवाच सनत्कुमारमासीनम् द्वादशादित्यसन्निभम् अपृच्छन्योगिनो भक्त्या योगिनामर्थसिद्धये सर्वलौकिककर्मभ्यो विमुक्तानाम् हिताय वै भुक्तिमुक्तिप्रदम् जप्यमनुब्रूहि दयानिधे सनत्कुमार भगवन् सर्वज्ञोऽसि विशेषतः आस्तिक्यसिद्धये न्यूनाम् क्षिप्रम् धर्मार्थसाधनम् त्यज्यन्ति मानवाः सर्वे धनाभावेन केवलम् सिद्ध्यन्ति धनिनोऽन्यस्य नैव धर्मार्थकामनाः दारिद्र्यध्वंसिनी नाम केन विद्या प्रकीर्तिता केन वा ब्रह्मविद्यापि तेन मृत्युर्विनश्यति सर्वासाम् सारभूतैषा विद्यानाम् तेन कीर्तिता प्रत्यक्षसिद्धिरा ब्रह्मम् तामाचक्ष्मदयानिधे सनत्कुमार उवाच साधुवृष्टम् महाभाग सर्वलोकहितैषिणः महतामेष धर्मश्च नान्येषामिति मे मतिः ब्रह्मविष्णुमहादेवमहेन्द्रादिमहात्मभिः सम्प्रोक्तम् च दयाम्यद्य लक्ष्मी नाम सहस्रकम् यस्योच्चारणमन्त्रेण दारिद्र्यान्मुच्यते नरः किम् पुनश्चर्यपाद्यापि सर्वेष्टार्थानवाप्नुयात् अस्य श्रीलक्ष्मीदिव्यसहस्रनामस्तोत्रमहामन्त्रस्य आनन्दकर्दमचिक्लीतेन्दिरासुतादयो महात्मानो महर्षयः अनुष्टुप्छन्दः विष्णुमायाशक्तिः महालक्ष्मीः परा देवता श्रीमहालक्ष्मीप्रसादद्वारा सर्वेष्टार्थसिद्ध्यर्थे जपे विनियोगः श्रां श्रीं श्रूं श्रैं श्रौं श्रः इति षडङ्गन्यासः ध्यानम् पद्मनाभप्रियाम् देवीम् पद्माक्षीम् पद्मवासिनीम् पद्मवक्त्राम् पद्महस्ताम् वन्दे पद्मामहर्निशम् पूर्णेन्दुबिम्बवदनाम् रत्नाभरणभूषिताम् वरदाभयहस्ताभ्याम् ध्यायेच्छन्दसहोदरीम् इच्छारूपाम् भगवतः सच्चिदानन्दरूपिणीम् सर्वज्ञाम् सर्वजननीम् विष्णुवक्षस्तलालयाम् दयालुमनिशम् ध्याये सुखशुद्धिस्वरूपिणीम् यथोपदेशम् मूलमन्त्रम् जपित्वा यथाक्रमम् देव्यै समर्प्य ततः शाम्भवी मुद्रया भ्रूमध्ये लक्ष्यमनुसन्धाय श्रीलक्ष्मीसहस्रनामस्तोत्रम् जपेत् हरिः ॐ नित्यागतानन्तनित्यानन्दिनी च नरञ्जनी नित्यप्रकाशिनी चैव स्वप्रकाशस्वरूपिणी महालक्ष्मीर्महाकाली महाकन्या सरस्वती भोगवैभवसन्धात्री भक्तानुग्रहकारिणी ईशावास्या महामाया महादेवी महेश्वरी हृल्लेखा परमाशक्तिर्मातृका बीजरूपिणी नित्यानन्दा नित्यबोधानादिनी जनमोदिनी सत्यप्रत्ययनी चैव स्वप्रकाशात्मरूपिणी त्रिपुराभैरवी विद्या हंसा वागीश्वरी शिवा वाग्देवी च महारात्रिः काळरात्रिस्त्रिलोचना भद्रकाळीकराणी च महाकाळीतिलोत्तमा काणीकराणवक्त्रान्ता कामाक्षी कामदाशुभा चण्डिका चण्डरूपेशा चामुण्डा चक्रधारिणी त्रैलोक्यजननी देवी त्रैलोक्यविजयोत्तमा सिद्धलक्ष्मीः प्रियालक्ष्मीर्मोक्षलक्ष्मीः प्रसादिनी उमा भगवती दुर्गा चान्द्री दाक्षायणी शिखा प्रत्यङ्गिराधरा वेला लोकमाता हरिप्रिया पार्वती परमा देवी ब्रह्मविद्या प्रदायिनी अरूपा बहुरूपा च विरूपा विश्वरूपिणी पञ्चभूतात्मिका वाणी पञ्चभूतात्मिका परा कालिका पञ्चिका वाग्मी हविः प्रत्यधिदेवता देवमाता सुदेशाना वेदगर्भाम्बिका धृतिः सङ्ख्या जातिः क्रिया शक्तिर्प्रकृतिर्मोहिनी मही यज्ञविद्या महाविद्या गुह्यविद्या विभावरी ज्योतिष्मती महामाता सर्वमन्त्रफलप्रदा दारिद्र्यध्वंसिनी देवी हृदयग्रन्थिभेदिनी सहस्रादित्यशङ्काशा चन्द्रिका चन्द्ररूपिणी गायत्री सोमसम्भूतिः सावित्री प्रणवात्मिका शाङ्करी वैष्णवी ब्राह्मी सर्वदेव नमस्कृता सेव्या दुर्गा कुबेराक्षी करवीरनिवासिनी जया च विजया चैव जयन्ती चापराजिता कुब्जिका कालिका शास्त्री वीणा पुस्तकधारिणी सर्वज्ञशक्तिश्री शक्तिर्ब्रह्म विष्णुशिवात्मिका इडा पिङ्गलिका मध्या मृणाली तन्तुरूपिणी यज्ञेशानी प्रथा दीक्षा दक्षिणा सर्वमोहिनी अष्टाङ्गयोगिनी देवी निर्भीजध्यानगोचरा सर्वतीर्थस्थिता शुद्धा सर्वपर्वतवासिनी वेदशास्त्रप्रमा देवी षडङ्गादिपदक्रमा शिवाधात्री शुभानन्दा यज्ञकर्मस्वरूपिणी प्रतिनी मेनका देवी ब्रह्माणी ब्रह्मचारिणी एकाक्षरपरा तारा भवबन्धविनाशिनी विश्वम्भराधराधारा निराधाराधिकस्वरा प्राकाकुहूरमावास्या पूर्णिमानुमती द्युतिः सिनीवाणी शिवावस्या वैश्वदेवी विषङ्गिला पिप्पला च विशालाक्षी रक्षोऽग्निवृष्टिकारिणी दुष्टविद्राविणी देवी सर्वोपद्रवनाशिनी शारदा शरसन्धाना सर्वशस्त्रस्वरूपिणी युद्धमध्यस्थिता देवी सर्वभूतप्रभञ्जनी अयुद्धायुद्धरूपा च शान्ता शान्तिस्वरूपिणी गङ्गा सरस्वती वेणी यमुना नर्मदापगा समुद्रवसनावासा ब्रह्माण्डश्रेणिमेखला पञ्चवक्त्रादशभुजा शुद्धस्फटिकसन्निभा रक्ता कृष्णा सिता पीता सर्ववर्णानिवीश्वरी कालिका चक्रिका देवी सत्या त्रिवटुका स्थिता तरुणी वारुणी नारी ज्येष्ठा देवी सुरेश्वरी विश्वम्भरधरा कर्त्रे गणार्गणविभञ्जनी सन्ध्यारात्रिर्दिवाजोत्स्ना कला काष्ठा निमेषिका उर्वी कात्यायनी शुभ्रा संसारान्नवतारिणी कपिला कीलका शोका मल्लिका नवमल्लिका देविका नन्दिका शान्ता भञ्जिका भयभञ्जिका कौशिकी वैदिकी देवी शौरीरूपाधिकाधिपा दिग्वस्त्रा नववस्त्रा च कन्यका कमलोद्भवा श्रीसौम्यलक्षणातीत दुर्गा सूत्रप्रबोधिका श्रद्धा मेधा कृतिप्रज्ञा धारणा कान्तिरेव च श्रुतिस्मृतिर्धृतिर्धन्या भूतिरिष्टिर्मनीषिणी विरक्तिर्व्यापिनी माया सर्वमाया प्रभञ्जनी माहेन्द्री मन्त्रिणी सिंही चेन्द्रजालस्वरूपिणी अवस्थात्रय निर्मुक्ता गुणत्रय विवर्जिता ईषणत्रय निर्मुक्ता सर्वरोगविवर्जिता योगिध्यानान्तगम्या च योगध्यानपरायणा त्रयीशिखा विशेषज्ञा वेदान्तज्ञानरूपिणी भारती कमला भाषा पद्मा पद्मवती कृतिः गौतमी गोमती गौरी ईशाना हंसवाहिनी नारायणी प्रभाधारा जाह्नवी शङ्करात्मजा चित्रघण्टा सुनन्दा श्रीर्मानवी मनुसम्भवा स्तम्भिनी क्षोभिणी मारी ब्राह्मिणी चतुर्मारिणी मोहिनी द्वेषिणी वीरा अघोरा रुद्ररूपिणी रुद्रैकादशिनी पुण्या कल्याणी लाभकारिणी देवदुर्गा महादूता स्वप्नदुर्गाष्टभैरवी सूर्यचन्द्राग्निरूपा च ग्रहनक्षत्ररूपिणी बिन्दुनादकलातीता बिन्दुनादकलात्मिका दशवायुजयाकारा कलाषोडशसंयुता काश्यपी कमला देवी नादचक्रनिवासिनी मृडाधारा स्थिरा गुह्या देविका चक्ररूपिणी अविद्या शार्वरी भुञ्जा जम्भासुरनिबर्हिणी श्रीकाया श्रीकला शुभ्रा कर्म निर्मूलकारिणी आदिलक्ष्मीर्गुणाधारा पञ्चब्रह्मात्मिका परा श्रुतिर्ब्रह्ममुखा वासा सर्वसम्पत्तिरूपिणी मृतसञ्जीवनी मैत्री कामिनी कामवर्जिता निर्वाणमार्गदा देवी हंसिनी काशिका क्षमा सपर्यागुणिनी भिन्ना निर्गुणा खण्डिता शुभा स्वामिनी वेदिनी शक्या शाम्बरी चक्रधारिणी दण्डिनी मुण्डिनी व्याघ्री शिखिनी सोमसंहतिः चिन्तामणिश्चिदानन्दा पञ्चबाणप्रबोधिनी बाणश्रेणिस्सहस्राक्षी सहस्रभुजपादुका सन्ध्यामणिस्त्रिसन्ध्याख्या ब्रह्माण्डमणिभूषणा वासवी वारुणी सेना कुलिका मन्त्ररञ्जनी इतप्राणस्वरूपा च कान्ता काम्यवरप्रदा मन्त्रब्राह्मणविद्यार्था नादरूपा हविष्मती आधर्वणि श्रुतिशून्या कल्पना वर्जिता सती सत्ता जातिप्रमामेया प्रमतिप्राणदा गतिः अपर्णा पञ्चवर्णा च सर्वदा भुवनेश्वरी त्रैलोक्यमोहिनी विद्या सर्वभर्त्रीक्षराक्षरा हिरण्यवर्णा हरिणी सर्वोपद्रवनाशिनी कैवल्यपदवीरेखा सूर्यमण्डलसंस्थिता सोममण्डलमध्यस्था वह्निमण्डलसंस्थिता वायुमण्डलमध्यस्था व्योममण्डलसंस्थिता चक्रिका चक्रमध्यस्था चक्रमार्गप्रवर्तिनी कोकिलाकुलचक्रेशा पक्षतिः पङ्क्तिपावनी सर्वसिद्धान्तमार्गस्था षड्वर्णावरवर्जिता शतरुद्रहरा हन्त्री सर्वसंहारकारिणी पुरुषा पौरुषी तुष्टिः सर्वतन्त्रप्रसूतिका अर्धनारीश्वरी देवी सर्वविद्याप्रदायिनी भार्गवी यादृशी विद्या सर्वोपनिषदा स्थिता व्योमकेशाखिलप्राणा पञ्चकोशविलक्षणा पञ्चकोशात्मिका प्रत्यक्पञ्चब्रह्मात्मिका शिवा जगज्जराजनित्री च पञ्चकर्मप्रसूतिका वाग्देव्याभरणाकार सर्वकाम्यस्थिता स्थितिः अष्टादशचतुष्षष्टिपीठिका विद्यया युता कालिका कर्षणश्यामा यक्षिणी किन्नरेश्वरी केतकी मल्लिका शोका वाराही धरणी ध्रुवा नारसिंही महोग्रास्या भक्ता नामार्तिनाशिनी अन्तर्बला स्थिरा लक्ष्मीर्जरा मरणनाशिनी श्रीरञ्जिता महाकाय सोमसूर्याग्निलोचना अदितिर्देव माता च अष्टपुत्राष्टयोगिनी अष्टप्रकृतिरष्टाष्टविभ्राजद्विकृताकृतिः दुर्भिक्षध्वंसिनी देवी सीता सत्या च रुक्मिणी ख्यातिजा भार्गवी देवी देवयोनिस्तपस्विनी शाकम्भरी महाशोणा गरुडोपरि संस्थिता सिंहगा व्याघ्रगा देवी वायुगा च महाद्रिगा अकारादीक्षकारान्ता सर्वविद्याधिदेवता मन्त्रव्याख्याननिपुणा ज्योतिश्शास्त्रैकलोचना इडा पिङ्गळिका मध्यसुषुम्ना ग्रन्थिवेदिनी कालचक्राश्रयोपेता कालचक्रस्वरूपिणी वैशारदीमतिश्रेष्ठा वरिष्ठा सर्वदीपिका वैनायकी वरारोहा श्रोणिवेणा बहिर्वणिः जम्भिनी जृम्भिणी जृम्भकारिणी कणकारिका शरणी चक्रिकानन्ता सर्वव्याधिचिकित्सकी देवकी देवशङ्काशा वारिधिः करुणाकरा सर्वरी सर्वसम्पन्ना सर्वपापप्रभञ्जनी एकमात्रा द्विमात्रा च त्रिमात्रा च तथा परा अर्धमात्रा परा सूक्ष्मा सूक्ष्मार्थार्थपरा परा एकवीरा विशेषाख्या षष्ठी देवी मनस्विनी नैष्कर्म्या निष्कळा लोका ज्ञानकर्माधिका गुणा सम्बन्ध्वानन्दसन्दोहं व्योमाकारा निरूपिता गद्यपद्यात्मिका वाणी सर्वालङ्कारसंयुता साधुबन्धपदन्यासा सर्वौकाघटिकावणिः षट्कर्मा कर्कशाकारा सर्वकर्मविवर्जिता आदित्यवर्णा चापर्णा कामिनी वररूपिणी ब्रह्माणि ब्रह्मसंताना वेदवागीश्वरी शिवा पुराणन्यायमीमांसा धर्मशास्त्रागमश्रुता सद्यो वेदवती सर्वा हंसी विद्याधिदेवता विश्वेश्वरी जगद्धात्री विश्वनिर्माणकारिणी वैदिकी वेदरूपा च कालिका कालरूपिणी नारायणी महादेवी सर्वतत्त्वप्रवर्तिनी हिरण्यवर्णरूपा च हिरण्यपदसंभवा कैवल्यपदवी पुण्या कैवल्यज्ञानलक्षिता ब्रह्मसंपत्तिरूपा च ब्रह्मसंपत्तिकारिणी वारुणी वारुणाराध्या सर्वकर्मप्रवर्तिनी एकाक्षरपरायुक्ता सर्वदारिद्र्यभञ्जिनी पाशाङ्कुशान्विता दिव्या वीणा व्याख्याक्षसूत्रभृत् एकमूर्तिश्च यी मूर्तिर्मधुकैटभञ्जिनी साङ्ख्या साङ्ख्यवती ज्वाला ज्वलन्ती कामरूपिणी जाग्रन्ती सर्वसम्पत्तिः सुषुप्ता स्वेष्टदायिनी कपालिनी महादंष्ट्रा भ्रुकुटी कुटिलानना सर्वा वासा सुवासा च बृहत्सृष्टिश्च शक्वरी छन्दोगणप्रतिष्ठा च कल्माषी करुणात्मिका चक्षुष्मती महाघोषा खड्गचर्मधरा शनिः शिल्पवैचित्र्यविद्योता सर्वतो भद्रवासिनी अचिन्त्यलक्षणाकारा सूत्रभाष्यनिबन्धना सर्ववेदार्थसम्पत्तिः सर्वशास्त्रार्थमातृका अकारादिक्षकारान्त सर्ववर्णकृतस्थला सर्वलक्ष्मीः सदानन्दा सारविद्या सदा शिवा सर्वज्ञा सर्वशक्तिश्च खेचरीरूपगोच्छ्रिता अणिमादिगुणोपेता परा काष्ठा परा गतिः हंसयुक्तविमानस्था हंसारूढा शशिप्रभा भवानी वासनाशक्तिराकृतिस्ताखिलाखिला तन्त्रहेतुर्विचित्राङ्गी व्योमगङ्गा विनोदिनी वर्षा च वार्षिका चैव रुग्यजुस्सामरूपिणी महानदी नदी पुण्या गण्यपुण्यगुणक्रिया समाधिगतलभ्यार्था श्रोतव्या स्वप्रिया घृणा नामाक्षरपरा देवी उपसर्गनखाञ्चिता निपातोरुद्वयी जङ्घा मातृका मन्त्ररूपिणी आसीना च शयाना च तिष्ठन्ती धावनाधिका लक्ष्यलक्षणयोगाज्ञातादृप्यगणना कृतिः सैकरूपा नैकरूपा सेन्दुरूपा सदा कृतिः समासतद्धिताकारा विभक्तिवचनात्मिका स्वाहाकारा स्वथाकारा श्रीपत्यर्थाङ्गनन्दिनी गम्भीरा गहना गुह्यो योनिलिङ्गार्थधारिणी शेषवासुकि संसेव्या चपला वरवर्णिनी कारुण्याकारसम्पत्तिः कीलकृन्मन्त्रकीलिका शक्तिबीजात्मिका सर्वमन्त्रेष्टाक्षयकामना आग्नेयी पार्थिवा आप्या वायव्या व्योमकेतना सत्यज्ञानात्मिकानन्दा ब्राह्मी ब्रह्मसनातनी अविद्यावासना माया प्रकृतिः सर्वमोहिनी शक्तिर्धारणशक्तिश्च चिदचिच्छक्तियोगिनी वक्त्रारुणा महामाया मरीचिर्मदमर्दिनी विराट् स्वाहा स्वधा शुद्धा विरूपास्तिस्तु भक्तिगा निरूपिता द्वयी विद्या नित्या नित्यस्वरूपिणी वैराजमार्गसञ्चारा सर्वसत्पथदर्शिनी जालन्धरी मृडानी च भवानी भवभञ्जनी त्रैकालिका ज्ञानतन्तुस्त्रिकालज्ञानदायिनी नादातीता स्मृतिः प्रज्ञा धात्री रूपा त्रिपुष्करा पराजिता विधानज्ञा विशेषितगुणात्मिका हिरण्यकेशिनी हेम ब्रह्मसूत्रविचक्षणा असङ्ख्येया परार्थान्तस्वरव्यञ्जनवैखरी मधुजिह्वा मधुमती मधुमासोदया मधुः माधवी च महाभागा मेघगम्भीरनिःस्वना ब्रह्मविष्णुमहेशादिज्ञातव्यार्थविशेषका नाभौ वह्निशिकाकारा ललाटे चन्द्रसन्निभा भ्रूमध्ये भास्कराकारा सर्वताराकृतिर्हृदि कृत्तिकादिभरण्यन्तनक्षत्रेश्चर्चितोदया ग्रहविद्यात्मिका ज्योतिर्ज्योतिर्विन्मतिजीविका ब्रह्माण्डगर्भिणी बाला सप्तावरणदेवता वैराजोत्तम साम्राज्य कुमार कुशलोदया बगला ब्रह्मरांबा च शिवदूती शिवात्मिका मेरुविंध्यादि संस्थाना काश्मीर पुरवासिनी योग निद्रा महानिद्रा विनिद्रा राक्षसाश्रिता सुवर्णदा महागंगा पंचाख्या पंच संहति सुप्रजाता सुवीर्या च सुपोषा सुपतिशिवा सुगृहा रक्त बीजान्ता हत कंदर्प जीविका समुद्र व्योम मध्यस्था समबिंदु समाश्रया सौभाग्यरस जीवा तुस्सारा सार विवेक दृक् त्रिवल्यादिषु पुष्टांगा भारती भारताश्रिता नाद ब्रह्ममयी विद्या ज्ञान ब्रह्ममयी परा ब्रह्मनाडी निरुक्तिश्च ब्रह्म कैवल्य साधना कालिकेय महोदार वीर्य विक्रम रूपिणी बड़भाग्निशिखा वक्त्रा महाकबल तर्पणा महाभूता महादर्पा महासारा महाकृतुः पंचभूता महाग्रासा पंचभूतादिदेवता सर्वप्रमाणा संपत्तिः सर्वरोग प्रतिक्रिया ब्रह्माण्डान्तर्बहिर्व्याप्ता विष्णुवक्षो विभूषणी शांकरी विधिवक्रस्ता प्रवरावरहेतुकी हेममाला शिखामाला त्रिशिखा पंचमोचना सर्वागम सदाचारा मर्यादा यातु भंजनी पुण्यश्लोक प्रबंधाढ्या सर्वान्तर्यामी रूपिणी सामगान समाराध्या श्रोत्रकर्ण रसायना जीवलोकैक जीवातु भद्रोदार विलोकना तटित्कोटिल सत्कान्तिस्तरुणी हरिसुन्दरी द्वीन नेत्रा च चेन्द्राक्षी विशालाक्षी सुमंगला सर्वमंगल संपन्ना साक्षान्मंगल देवता देह हृद्दीपिका दीप्तिर्जिह्म पाप प्रणाशिनी अर्धचंद्रोल्लसद्दंष्ट्रा यज्ञवाटी विलासिनी महादुर्गा महोत्साह महादेव बलोदया डाकिनीड्या शाकिनीड्या साकिनीड्या समस्तजुट निरंकुशा नाकिवन्द्या षडाधाराधिदेवता भुवनज्ञाननिःश्रेणिः भुवनाकारवल्लरी शाश्वती शाश्वताकारा लोकानुग्रहकारिणी सारसी मानसी हंसी हंसलोकप्रदायिनी चिन्मुद्रालंकृतकरा कोटिसूर्यसमप्रभा सुखप्राणिशिरोरेखा सददृष्टप्रदायिनी सर्वसांकर्यदोषघ्नी गृहोपद्रवनाशिनी क्षुद्रजन्तुभयघ्नी च विषरोगादिभञ्जनी सदा शांता सदा शुद्धा गृहच्छिद्रनिवारिणी कलिदोषप्रशमनी कोलाहलपुरस्थिता गौरी लाक्षणिकी मुख्या जगन्या कृतिवर्जिता माया विद्या मूलभूता वासवी विष्णुचेतना वादिनी वसुरूपा च वसुरत्नपरिच्छदा छांदसी चंद्रहृदया मंत्रस्वच्छंदभैरवी वनमाला वैजयंती पंचदिव्यायुधात्मिका पीतांबरमयी चंचत्कौस्तुभा हरिकामिनी नित्या तथ्यारमारामा रमणी मृत्युभञ्जनी ज्येष्ठा काष्ठाधनिष्ठान्ता शराङ्गी निर्गुणप्रिया मैत्रेया मित्रविन्दा च शेषकलाशया वाराणसी वासलभ्या सार्या वर्तजनस्तुता जगदुत्पत्ति संस्थान संहारत्रय कारणा त्वमम्ब विष्णु सर्वस्वं नमस्तेस्तु महेश्वरी नमस्ते सर्वलोकानां जनन्यै पुण्यमूर्तये सिद्धलक्ष्मीर्महाकाली महालक्ष्मी नमोस्तुते सद्यो जातादि पञ्चाग्निरूपा पञ्चक पञ्चकम् यन्त्रलक्ष्मीर्भवत्यादिराद्याद्येते नमो नमः सृष्ट्यादिकारणाकारविदते दोषवर्जिते जगन्लक्ष्मीर्जगन्मातः विष्णुपत्नी नमोस्तुते नवकोटिमहाशक्तिसमुपास्य पदाम्भुजे कनत्सौवर्णरत्नाढ्य सर्वाभरणभूषिते अनन्तनित्यमहिषी प्रपञ्चेश्वरि नायकी अत्युच्छ्रितपदान्तस्ते परमव्योमनायकी నాగపృష్టగతారాధ్యే విష్ణులోక విలాసిని వైకుంఠరాజమహిషీ శ్రీరంగనగరాశ్రితే రంగనాయకి భూపుత్రీ కృష్ణే వరదవల్లభే కోటి బ్రహ్మాది సంసేవ్యే కోటి రుద్రాది కీర్తితే మాతులుంగమయం ఖేటం సౌవర్ణచషకం తథా పద్మద్వయం పూర్ణకుంభం కీరం చ వరదాభయే పాశమంకుశ శంఖౌ చ చక్రం శూలం కృపాణికాం ధనుర్బాణౌ చాక్షమాలాం చిన్ముద్రామపి బిభ్రతి అష్టాదశ భుజే లక్ష్మీ మహాష్టాదశ పీఠకే భూమి నీళాది సంసేవ్యే స్వామి చిత్తానువర్తిని పద్మే పద్మాలయే పద్మీ పూర్ణకుంభాభిషేచితే ఇందిరేందిందిరాభాక్షి క్షీరసాగర కన్యకే భార్గవీ త్వం స్వతంత్రేచ్ఛావశీకృత జగత్పతిః మంగళం మంగళానాం త్వం దేవతానాం చ దేవత త్వముత్తమోత్తమానాం చ త్వం శ్రేయః పరమామృతం ధనధాన్యాధివృద్ధిశ్చ సార్వభౌమసుఖోచ్ఛ్రయా ఆందోళికాది సౌభాగ్యం మత్తే భాది మహోదయః పుత్రపౌత్రాభివృద్ధిశ్చ విద్యాభోగబలాదికం ఆయురారోగ్య సంపత్తిరష్టైశ్వర్యం త్వమేవ హి పదమేవ విభూతిశ్చ సూక్ష్మాత్ సూక్ష్మతరాగతిః సదయాపాంగసందత్త బ్రహ్మేంద్రాధిపతస్థితిః అవ్యాహత మహాభాగ్యం త్వమేవాక్షోభ్య విక్రమః సమన్వయశ్చ వేదనామవిరోధస్త్వమేవ హి నిశ్రేయసపదప్రాప్తి సాధనం ఫలమేవ చ శ్రీమంత్రరాజరాజ్ఞీ చ శ్రీవిద్యాక్షేమకారిణీ శ్రీం బీజజప సంతుష్టా ఐం హ్రీం శ్రీం బీజపాలికా ప్రపత్తి మార్గ సులభా విష్ణు ప్రథమ కింకరీ క్లీంకారార్థ సవిత్రీ చ సౌమంగళ్యాధిదేవత శ్రీ షోడశాక్షరీ విద్యా శ్రీయంత్రపురవాసిని సర్వమంగళమాంగళ్యే శివే సర్వార్థసాధికే శరణ్యే త్రయంబకే దేవీ నారాయణి నమోస్తుతే పునః పునర్నమస్తేస్తు సాష్టాంగమయుతం పునః శ్రీమహాలక్ష్మీరువాచ నామ్నాం సాష్టసహస్రం మే ప్రమాదాద్వాపి యస్ సకృత్ కీర్తయేత్తత్కులే సత్యం వసామ్యాచంద్రతారకం కిం పునర్నియమాజప్తుః మదేకశరణస్య చ మాతృవత్సానుకంపాహం పోషకీ శ్యామహర్నిశం మన్నామస్మరతాం లోకే దుర్లభం నాస్తి చింతితం మత్ప్రసాదేన సర్వేపి స్వస్వేష్టార్థమవాప్స్యథ లుప్తవైష్ణవధర్మస్య మద్వ్రతేష్వకీర్ణినః భక్తిప్రపత్తిహీనస్య వంద్యో నామ్నాం జరాపి మే తస్మాదవశ్యం తైర్దోషైః విహీనః పాపవర్జితః జపేత్ సాష్టసహస్రం మే నామ్నాం ప్రత్యహమాదరాత్ సాక్షాదలక్ష్మీపుత్రోపి దుర్భాగ్యోప్యలసోపి వా అప్రయత్నోపి మూఢోపి వికలః పతితోపి చ అవశాత్ ప్రాప్నుయాద్ భాగ్యం మత్ప్రసాదేన కేవలం స్పృహేయమచిరాద్ దేవాః వరదానాయ జాపినః దదామి సర్వమిష్టార్థం లక్ష్మీతి స్మరతాం ధ్రువం తస్మాదేతద్రహస్యం చ గోప్యం జప్యః ప్రయత్నతః అష్టమ్యాం చ చతుర్దశ్యాం నవమ్యాం భృగువాసరే పూర్ణమాస్యాం మాయాం చ पर्वकाले विशेषतः जपेद्वा नित्यकार्येषु सर्वान् कामान् अवाप्नुयात्। इति श्रीस्कान्दपुराणे सनत्कुमारसंहितायाम् श्रीलक्ष्मीसहस्रनामस्तोत्रम्।